यस्य द्विरदवक्राद्याः पारिषद्याः परशतं विघ्नन्विघ्नन्ति सततं विश्वक्सेनन्तमाश्रये। अस्तु, इदानीं यथाप्रकारः ध्येयमन्त्रः आदौ तु नमः सर्वेभ्यः। अस्माकम् एकोनत्रिंशः भाषितसंस्कृतवर्गं प्रति स्वागतम्। यथाप्रकारः आदौ ध्येयमन्त्रः। तत्र राजु महोदय, एकनिमिष स्थापय। मङ्गलाचरणं पठतु। बुद्ध्या भयं प्रणोदति, तपसा विन्दते महत्, गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति। ॐ शान्ति शान्ति शान्तिः। अस्तु, धन्यवादः। धन्यवादः। वयं तत्र गतवर्गे बहूनि दिनानि व्यतीतानि, परन्तु गतवर्गे वयं भवतु प्रत्ययस्य विषय ततः एव आरम्भं कुर्मः। लास्ट् क्लास् देर् आर् क्वैट् अ फ्यू डेस् हेव् पास्ड् इन् द लास्ट् क्लास्, वि हेड् स्टाप्ड् एट् तवतु प्रत्ययः। तर्हि भूतकालार्थं लङ्लकारः लङ्लकारः प्रयुज्यते, लङ्लकारः पठितवन्तः वयम्। एष तवतु प्रत्ययः तु भूतकालार्थम् एव, परन्तु सुलभमार्गः एषः। तत्र वि हेड् डन् लङ्लकार् फार् पास्ट् टेन्स्। दिस् तवतु प्रत्ययः आल्सो गिव्स् अस् द पास्ट् टेन्स्, बट् इट् इस् अ वेरि ईज़ी मेथड्। इट् इस् easy method because, for example, to remember the lang lakar of other dhatus, if it is pathati apathat and all is quite easy. Tatra tu sulabham eva vartate, parantu yatra jnya dhatu ho asti api cha rut dhatu ho asti tatra tu klesha eva smarani arudam arudan tatha asti api cha jnya dhatu ho लङ्लकाररूपाणि तु अस्ति अजानन् अजानीताम् अजानन् इत्यादयः। सो द टु रिमेम्बर् द लङ्लकार फार्म्स् आफ् धातूस् लैक् ज्ञा विच् इस् टु नो एण्ड् रुद् विच् इस् टु क्राय् इस् अ टास्क् इन् इट् सेल्फ्। सो फार् दोस् हू आर् बिगिनर्स् आर् फार् दोस् हू मे नाट् वाण्ट् टु रिमेम्बर् द पास्ट् टेन्स् but they will need to know anyhow, you cannot escape that, but it becomes easier when you use the tavatu pratyaya. Okay, so we'll start with that. Nita bhagini, arambham karotu patatu eka nimisha agamishyati prastutihi. पठतु नीता भगिनी। यस् मैम्। सुप्रभातम्। पठतु। सुप्रभातम्। भूतकालः तवतु प्रत्ययः, भूतकालः त्ववतु प्रत्ययः, बालकः पठति, बालकः बालकः या पठितवान्, ह्यः पठितवान्, बालिका पठति, बालिकाः पठितवती, मित्र बालिका बालिका बालिका ह्यः पठितवती, बालिका यः पठितवती मित्रं पठति मित्रं यः पठितवत् तत्र नीता भगिनी वदतु यः इति शब्दस्य अर्थः कः यः इस् यस्टडि ओके सो यः श्वः श्वः इस् टुमारो यः इस् यस्टडि सो वि आर् यूसिङ्ग् दीस् फार्म्स् फार् टु मेक् इट् ईज़ियर् ओके अस्तु अग्रिमं पठतु Ma'am, I have to read, no? Neeta. Yes, yes. Yes, sir. Bhutkalaha Tvavatu Bhutkalaha Bhutkalaha Tvavatu Dhatu A plus E plus Tvavatu is equal to Dhatu plus E plus Tvat. Tvat. Okay, so I'll read it once again. धातुः योग योगः इ योगः तवत् इस् इक्वल् टु नौ दिस् इस् पाणिनि ग्रामर् दोस् हु आर् डूयिङ्ग् नौ ऐ थिङ्क् राजु महोदय इस् डूयिङ्ग् पाणिनि ग्रामर् सो ऐ जस्ट् स्माल् ऐ विल् नाट् एक्स्प्लेन् बट् ऐ विल् जस्ट् टेल् वाट् द रूल् इस् सो वाट् हेपन्स् इस् तवतु इस् अ प्रत्यय इन् द रा फार्म् वेन् वि आर् जायिनिङ्ग् इट् वित् अदर् धातुस् देन् दे अण्डर्गो सम् रूल्स् डिपेण्डिङ्ग् आन् वाट् द धातु इस् एण्ड् आन् वाट् द प्रत्यय इस् In this case, what happens is, the ta cup of the tavatu goes away. Similarly, the u also goes away. What remains is tavat. And the niyamahatu kim asti ityukte dhatu yogaha I yogaha tavat. Tavat. Yat avashishyate tadeva yojaniyam. Astu. Dhanyavadaha bhagini. Raju Mahodaya patatu. भगिनि पुल्लिङ्गे इस् त प्लस् तवान् स्त्रीलिङ्गे अस्ति प्लस् तवति दपुंसकलिङ्गे अस्ति प्लस् तवत् प्लस् तवत् इत्युक्ते धातुः योगः इ योगः तवान् धातुः योगः इ योगः तवति धातुः योगः इ योगः तवत् एवं पठतु उदाहरणं खसितवान् खसितवान् हसितवती खसितवत् खादितवान् खादितवती खादितवत् कृतवान् कृतवान् तत्र अपवादः अपवादः अस्ति अपवादः अपवादः अस्ति तत्र इ डजन्ट् हेपन् कृतवती कृतवत् सुप्तवान् सुप्तवती सुप्तवत् सो इफ आई वांट टु व्हाट इज द रूल इज द रूल अप्लाई टू अ सर्टेन gana so what happens is depending on the gana we the rule changes so for krudhatu the e disappears because of some reason so that is how it is at this stage the rule cannot be applied at this stage for us because we have to finish with Panini grammar. You know, depending on the gana, depending on not only the gana mahoday, depending on the nature of the dhatu and the nature of the pratyaya, both, depending on both, the rules change. Therefore, we cannot paint all the dhatu with the same brush. Ambagini. Okay. Astu, tarhi idani, supposing I want to say, she ate tari katham vadaniyam mahoday vadatu sa khaditavati yah uttam kavita bhagini आं भगिनि अहम् इट् स्लेप्ट् इति वक्तुम् इच्छामि कथं वदनीयम् इट् स्लेप्ट् इट् स्लेप्ट् न ते किमर्थं ते किमर्थं हा लिङ्गं इट् इट् इत्युक्ते किं तत् तत् हा तत् तत् उत्तमं विजयमहोदय वदतु He did इति वक्तुम् इच्छामि कथं वदनीयं He did उत्तमं धन्यवादः विशालभगिनी विशालाक्षी भगिनी क्षम्यतां तत्र she laughed इति वदनीयं चेत् कथं वदनीयं सा हसितवती उत्तमं नीता भगिनी it did वदनीयं चेत् कथं वदनीयम् तत् उत्तमं what is to do and who see the word you can take some things a little you can guess no problem kratvat ha kratvat so instead of saying kratvat means there is a halant over there so kratvat kratvat kratvat yes astu विजय धन्यवादः राजमहोदय तत्र कविता भगिनी पठतु आं भगिनि भूतकालः स्म प्रयोगः बालकः पठति बालकः यः पठितवान् बालकः यः पठति स्म बालिका पठति बालिका यः पठितवती बालिका यः पठति स्म मित्रं पठति मित्रं यः पठितवत् मित्रं यः पठति स्म स्मप्रयोगः अनद्यतनार्थे पुनः कतिपयकालेभ्यः प्रवृत्तस्य विषयस्य कृते Again and continuously for some time in the past. Okay, so this is one more way of doing the past tense. One is by doing the tavatu pratyaya, which we just learned. Another way is by using the present tense, lat lakara rupah. Apicha, you add sma. Yaha pathati sma. Okay, ideally, in a very ideal situation, this means which I used to do. I used to go to school when I was small. I used to, it for a long period of time, generally, but by practice, because sometimes the law is diverted for practice, and it is used as the past tense also, but it is not an ideal situation. Whenever you want to say, I used to, pathati sma, I used to read, you say, yaha pathati sma, but in case you are immediately, you cannot remember the lam lakara or the tavatu pratyaya, you use this, pathati sma, just add pathati. Astu, dhanyavadah bhagini. Astu, idani, kavita bhagini bhavati eva vadatu. I slept yesterday. I slept yesterday. Katham vadati? Katham vadani? Pashyatu? Suptavati. Vijay Mahoday? I used to sleep with the vadatu I used to eat vadatu, otherwise it will be a little difficult. I used to eat vadatu. I used to eat. I. Aham. Yeah. Suptavan. Huh. Eat for eat. I used to. Let's see, if you tell Aham Yaha Suptavan, it means I slept yesterday. But now we have learnt one more. We have learnt one more. No. When you use sma, sma you have to use the present tense. Latlakara rupam avashyakam. Astu, tari now you tell, I used to eat. Aham yaha khadati sma. No, khadami sma. Aham khadami sma. So yaha, if you put yaha, it becomes the past tense, otherwise it becomes the past continuous tense. Aham yaha khadami sma. Astu, dhanyavadam. Vishalakshi Bhagini. She used to laugh. She used to laugh. Katham vadaniyam. She used to laugh. Continue. Sa. Yaha. Okay. Or yes, used to laugh. Hasitavati. Now yaha, I'm telling to use. So hasit, you can't use hasitavati sma. When you use sma, you have to use the latlakara rupa. Latlakara rupa kim? Has dhato ho. Latlakara rupa kim? Rupam kim? Hasati. So? हसति स्म अस्तु नीता भगिनी यु से ही यूज्ड टू ईट ही यूज्ड ईट दैट मीन्स ही वाज़ ईटिंग फॉर अ कंटिन्यूअस पीरियड ऑफ टाइम सा खवान स्म हाँ खवानी सह खादति स्म खादति स्म why because स्म has to be used with the present tense the लट्लकार रूपम but it has to be त्वान न for masculine no so that you are telling you त्वम is you So, Saha is he. I said he. Tvam khaditavan is you ate. And Tvam khadati sma is you used to eat. Khadati sma. Why? Khadati because you are using the madhyama purushaha latlakara. Okay? Yes, ma'am. Yeah. Got it, right? Any other questions? Raju Mahoday? Raju Mahoday, asti ke. She used to write. Vadat. Aam Bhagini. Raju Mahoday, asti ke. Aam Bhagini. I'm having trouble with She my She used to write. She used to write. Sa likhati sma सा लिखति स्म. ओके, सो एव्रिबडि ऐ थिङ्क् हेज़् अण्डर्स्टुड्. ओवर् हियर् आन् दिस् स्लैड् ओवर् हियर् आन् दिस् स्लैड् देर् इस् वन् वर्ड् अनद्यतननार्थे. अनद्यतनार्थे अद्य इस् टुडे, अनद्य इस् नाट् टुडे. ओके, अद्य इस् टुडे, अनद्य इस् नाट् टुडे. अनद्यतनार्थे अद्य अनद्यतनार्थे इस् फार् नाट् टुडे. ओके, फार् नाट् टुडे. कतिपयकालेभ्यः प्रवृत्तस्य विषयस्य कृते लाट् आफ् टैम् हेस् पास्ड् एण्ड् यु हेव् बीन् डूयिङ्ग् इट् देट्. ओके भगिनि, इति लङ्लकार अपठत् अपठत् अहसत् स्म. नो, स्म यु केनाट् एड् लङ्लकार, यु केनाट् एड् स्म. स्म यु केनाट्, स्म इस् वेन् यु यूस् स्म इट् इस् मेक् लैफ् सिम्पल् बिकास् आल् यु नीड् टु नो इस् द लट् लकाररूपः and you need to add sma. So you say present tense and then you tell sma. Which lakar does it become? It doesn't become a lakar, it becomes a prayogah tavate. It becomes a prayogah, it becomes a usage, it doesn't become a lakar. So this, even your pathitavan, pathitavati, pathitavat is not a lakar, it is not a kriya padam as such. Okay, it is a kridanta. It is a kridanta. So, lakar, yeah, when you use the forms for, what is the advantage over here? When you use the forms of lakaraha, then you need to know all the purushas. Over here, aham patitavati, sa patitavati, saha patitavan, whether it is I, you, or he, we use the same word, patitavan, patitavati. Patitavat. Okay, that is the advantage. Over there, every form, every pronoun has a different form, right? Saha apathat. Saha apathat. Tau apathatam. Okay? Te. Te apathan. Like that. Okay? So, saha ajanat. Tau ajanitam. Etc. etc. Over here, that is the advantage. And one more rule that you need to know, which may be mentioned in the next slide. We'll go to the next slide. Itad mastu. Ekali visha. Sakritavantaha. Sakritavantaha. Itadapi kritavantaha. इदानीं विजय महोदय, एकः निमिषः, किञ्चित् विलम्बने. अस्तु, सः पठतु. सः किं करोति वदतु. सः किं करोति? सः चलति. सः गच्छति इति उक्तवन्तः. चलति अपि चलति. अस्तु, पठतु. इदानीं सः गच्छति. प्रातःकाले सः गतवान्. प्रातःकाले सः गतवान् इत्युक्ते किं? वाट् इस् द मीनिङ्ग् आफ़् देट्? हि गोस् इन् द मार्निङ्ग् पास्ट्. हा, हि गोस् इन् द वन् मिनिट् हि गोस् इन् द मार्निङ्ग् इवेण्ट् इन् द मार्निङ्ग् करेक्ट् पास्ट् टेन्स्. इदानीं सः गच्छति इति किम्? इदानीं सः गच्छति. वेर् हि गान्? नो नो, इदानीम् इदानीं नौ नौ हि गोस् नौ हि गोस् इन् द मार्निङ्ग् हि वेण्ट्. धन्यवादाः महोदय, धन्यवादः. विशालाक्षी भगिनी, यस्, इदानीं सः प्रातःकाले सः गतवान्. Supposing I want to use Gatavati, then how will I use it? Can you make a sentence? Pratah kale sa Gatavati. Uttam. Patanu? Saha shakam karti tavan. He cut, cut in the past tense. You cannot say cutted, but just for you, for everybody to understand it in the past tense. Sa drishtavati, she is looking. Or she saw. No. She saw. Over here you can see that pashyati is the present tense, but drishtavati is the past tense because these come under the exceptions. We'll read some of the exceptions. Okay. Sa pakvati, pakvati. Pakvavati. Pakvavati. Pakvavati. Saha api pakvavan. Artham vadatu? She cooked. I don't know the actual meaning. She cooked or something. Pakvavati means? She correct. Cooked. Pakvavati is the past tense of Pachdhatu. So, yeah. Pakvavati. And Saha api pakvavan. What is the meaning? Now he will cook, Anta. No. He also cooked. This is the past tense. Whenever you see Tavati, Tavan, Tavat, it is always the past tense. Okay. Api is also. Api is also. Okay. Dhanyavad. Dhanyavad. Neeta Bhagini Patatu. Yes, ma'am. Mahila Dhavati Varavati. Dhavitavati. Excuse me, just a minute. Just a second, ma'am. Kshamyatam. Vadatu. Vadatu. Mahila Dhavita Vati. Artham vadatu. The lady ran. Uttama. Padhatu bhagini. Dhavitavati. Tavan and Tavati. Astu atra. धाव इति धातुः तत्र धाव योगः इ योगः तवान् धाव योगः इ योगः तवती सो इट बिकम्स धावितवान् एंड धावितवती अस्तु धन्यवादः भगिनि राजमहोदय बालकः हसितवान् शिशुः रुदितवान् अर्थं वदतु महोदय द चैल्ड् लाफ्ड् एण्ड् द बेबी क्राइड् सो सी रुदितवान् फार् एक्साम्पल् रुदितवान् इफ् इट् इस् लङ् लकार आफ् रुद् धातु वी हेव् टु रिमेम्बर् अरोदत् और् अरोदीत् Then you have to remember arodihi, because if it is a male and if it is a you, sorry, not male, over there there is no distinction to gender. If it is you, then you have to remember arodihi. Over here, त्वं रुदितवान् इट्स् बिकम् वेरि सिम्पल् अस्तु धन्यवादः धन्यवादः कविता कविता भगिनि आं भगिनि बिडालः निर्मितवती बिडाला पूर्वितवती द केट् जम्प्ड् अस्तु पुंलिङ्गे पुंलिङ्गे वदतु कूर्दितवान् पुंलिङ्गे कूर्दितवान् अपि च नपुंसकलिङ्गे कूर्दितवान् उत्तमं विजयमहोदय कुक्कुर आगतवान् डाग् कमिङ्ग् कमिङ्ग् किमर्थम् आगतवान् तवान् ओ पास् पास् पास् स्त्रीलिङ्गे स्त्रीलिङ्गे आगतवती कुक्कुर आगतवती कुक्कुर विशालाक्षी भगिनी धन्यवादः यस् यस् बालिका गीतवती उत्तमं तत्र पुंलिङ्गे पुंलिङ्गे बालकः गीतवान् इस् इट् रैट् अस्तु नीता यस् इट् इस् पर्फेक्ट् धन्यवादः नीता भगिनी भिक्षुः क्षम्यतां भिक्षुः उपविष्टवान् सः ध्यातवान् अपि ध्यातवान् अपि अर्थं वदतु भगिनि उपविष्टवान् सः ध्यातवान् अपि मेडिटेटेड् आल्सो मेडिटेटेड् आल्सो वाट् इस् अपि he also meditated धन्यवादः he also meditated इदानीं धन्यवादः भगिनि राजु महोदय भूतकालः कृतवस्तु बहुवचनं धातुः इ प्लस् कृतवतु इक्वल् धातुः योगः इ योगः तवत् एकवचनं पुल्लिङ्गे योगः तवान् बहुवचनं पुल्लिङ्गे योगः तवन्तः अपि हसितवान् हसितवन्तः खादितवान् खादितवन्तः कृतवान् कृतवन्तः सुप्तवान् सुप्तवन्तः सो वान् गेट्स् रिप्लेस्ड् बै वन्तः फार् पुंलिङ्गम् ओवर् हियर् यू हैव टु रिमेम्बर् दट् दीस् आर् कृदन्तः सो वाट् हेपन्स् इस् वन्स् यू फैण्ड् वन् फार्म् कृतवती देन् इट् वर्क्स् लैक् अ नौन् रैट् इट् वर्क्स् लैक् अ नौन् एण्ड् यु conjugate it exactly like you conjugate bhavan okay bhavan shabd conjugate in that so, bhavan bhavantau padhitavan padhitavantau padhitavantah over here dvivachanam is not given so it becomes like a noun you have to remember that I am repeating it I said it earlier also in sanskritam there are kriyapadani api cha namapadani So you have सः हसितवान् ते हसितवन्तः आम् आम् सो यु हेव् टु रिमेम्बर् देट् देर् आर् एव्रिथिङ्ग् विच् इस् नाट् अ क्रियापदं बिकम्स् अ नौन् नाट् नौन् एक्साक्ट्लि नामपदं नामपदं देर् इस् नो इक्वेलेण्ट् आफ़् नामपदम् इन् इङ्ग्लिश् ग्रामर् ओके ऐ होप् एव्रिबडि हेस् अण्डर्स्टुड् देट् सो हसितवन्तः बालकः बोत् आर् नामपदान् and that makes it a little complex also, but as you get used to it, get used. Dhanyavadaha. Kavita Kavi? Patan? Dhanyavadaha. Aam Agni. Bhuta Kalaha. Haan, tatra, naiva, tatra, tankanasya dosha hasti. Bhuta Kalaha eva. Bhuta Kalaha. धातुः योगः इ योगः क्वत्वत्तु धातु योग इ तवतु तवतु तवतु धातु योगः इ योगः तवतु ईक्वल् टु धातु योग इ योगः तवत् एकवचनं स्त्रीलिङ्गः तवति बहुवचनं तवत्यः हसितवती हसितवत्यः खादितवती हसितवत्यः क्षम्यतां भगिनी क्षम्यतां हसितवत्यः हसितवत्यः खादितवती खादितवत्यः कृतवती कृतवत्यः सुप्तवती सुप्तवत्यः धन्यवादः अवगतम् यु हेव् अण्डर्स्टुड् रैट् विजय महोदय पठतु महोदय भूतकाल वक्त्वतु बहुवचनं धातु अयोगः इ अयोग वक्त्वतु अयोगः नैव अयोगः नास्ति महोदय महोदय क्षम्यतां योगः अयोगः तर्हि तत्र धातु योगः इ योग तवत् एकवचनं नपुंसकलिङ्गे तवत् नपुंसकलिङ्गे तवत् तवन्ति हसितवत् हसितवन्ति खादितवत् खादितवन्ति कृतवत् कृतवन्ति सुप्तवत् सुप्तवन्ति ओके सो रिमेम्बर् दट् द मास्क्युलैन् द पुंलिङ्ग फार्म् becomes is conjugated like bhavat your voice is breaking therefore jagati voice is breaking is it oh my god idani shruyate kim idani श्रूयते श्रूयते अस्तु सो यु हेव् टु रिमेम्बर् ऐ डोण्ट् नो हौ मच् वट् ब्रोकन् बट् ऐ एम् रिपीटिङ्ग् द मास्क्युलैन् फार्म् हेस् टु बि कान्जुगेटेड् लैक् भवत् स्त्रीलिङ्ग् फेमिनैन् फार्म् हेस् टु बि कान्जुगेटेड् लैक् नदी एण्ड् नपुंसकलिङ्ग फार्म् हेस् टु बि कान्जुगेटेड् लैक् जगत् सो दीस् त्री यु हेव् टु नो सो कृतवान् कृतवन्तौ कृतवन्तः कृतवन्तं कृतवन्तौ कृतवतः कृतवता कृतभ्यां कृतद्भिः ओके अस्तु इदानीं दोस् वर् एक्साम्पल् एनी क्वश्चन् डस् एनिबडि हेव् क्वश्चन् बिकास् यु विल् बि कमिङ्ग् अक्रास् मेनि मेनि तवतु फार्म्स् नास्ति किम् अस्तु अस्तु विशालाक्षी भगिनी धन्यवादः महोदय विजय महोदय अपि च विशालाक्षी भगिनी पठतु भूतकालः तवतु बहुवचनं धातु योगः इ योगः भगिनी अग्रिमं पठतु No, that is not being there. It's not showing on your screen. The same thing is showing, Khaditavanti and all that. Is everybody able to see that only? Now it is there. Balakaha kim kurvanti. Balakaha jale kridanti. That's all. What is the boy doing? Boy is playing water. No, one minute. Bhagini, there's one more line which has come now. Bhagini, no. Na drishyate kim? Only this much only. Balakaha kim kurvanti? Balakaha jale kridanti. Now it has come. Balakaha jale kridanti. बालकाः जले क्रीडितवन्तः. क्रीडितवन्तः. What is the meaning? Can you tell me the meaning of the three sentences? बालकः किं कुर्वन्ति? What is the boy doing? No, boy. Why is it one boy? Look at the picture also, Bhagini. बालकः. What are the boys doing? Balakaha jale kridanti. The boys are playing with water or in water. They play in water. Yeah, in water. Balakaha jale kriditavantaha. What is the meaning of kriditavantaha? Anybody wants to help? Played. Yes. They played. The children played. We just did that working water. Kriditavantaha, patitavantaha, kritavantaha. Yeah. If you want to ask the question, balakaha, kim kritavantaha also you can ask. Kurvanti is present tense. Kritavantaha is past tense. Dhanyavadaha. Dhanyavadaha. Eka nimisha. अन्तिमं वाक्यमपि पठतु. अन्तिमं वाक्यं बालकाः जले क्रीडितवन्तः. गते ग्रीष्मकाले अपि बालकाः जले क्रीडितवन्तः. व्हाट इज द मीनिंग? ग्रीष्मकाले समर. Gate Grishmakale means in the past summer. In the past, That means the summer which has just passed. Gate Grishmakale. Oh, last summer. Like that. Last summer. Also, children played in water. Correct? Dhanyavada. Ma'am, Neeta Bhagini pathatu. Yes ma'am, the second sentence, Balakaha jale kridanti. How do you translate? They play in water. Balakaha jale kridanti. They play in jale is a saptami vibhakti. Okay, so mailaha agrivanti. किं कुर्वन्ति? किं कुर्वन्ति? द स्क्रीन् इस् चेञ्ज्ड् अगेन्. महिलाः धावन्ति. महिलाः किं कुर्वन्ति इस् वाट् आर् द विमेन् डूयिङ्ग्. महिलाः धावन्ति. दे आर् रन्निङ्ग् और् धावन्ति. दे रन्. दे रन्. दे रन्. ओके या दे रन्. अग्रिमं करोतु. महिलाः धावितवत्य. वत्यः. महिलाः धावितवत्यः. अर्थं वदतु. वत्यः महिलाः धावितवत्यः they ran only no they ran okay the ladies yeah. they ran it's the past tense it is feminine therefore tavati becomes tavatyah astu dhanyavadah dhanyavadah एक अन्यत् वाक्यमस्ति पठतु गते मासे अपि महिलाः धावितवत्यः लास्ट् मन्थ् आल्सो दे रान् यस् धन्यवादः राजुमहोदय पठतु भूतकालः कृतवतु धावती धावितवान् धावितवती धावितवत् पुल्लिङ्गी पुल्लिङ्गे धावितवान् स्त्रीलिङ्गे धावितवती नपुंसकलिङ्गे धावितवत् धावन्ति बहुवचने धावितवन्तः पुल्लिङ्गे धावितवत्यः स्त्रीलिङ्गे धावितवन्ती नपुंसकलिङ्गे धन्यवादः एकनिमिष कानिचन रूपाणि पठामः We'll read some exceptional form, some of the words. Oh. Now I've got the mantra. महोदय आरम्भं करोतु राजु महोदय एकः ईक्ष ईक्ष क्रियापदं परीक्षणं करोति परीक्षते अनुवादः परीक्षितवान् अनुवादः एक्साम् तव तु परीक्षितवान् परीक्षितवान् स्त्रीलिङ्गे किं भवति स्त्रीलिङ्गे परीक्षितवती अपि च नपुंसकलिङ्गे परीक्षितवत् अपि च पुंलिङ्गे बहुवचने परीक्षितवन्तः अपि च स्त्रीलिङ्गे बहुवचने परीक्षितवन्त्यः परीक्षितवत्यः परीक्षित्यः परीक्षितवत्यः वत्यः तवती बिकम् तवत्यः सो परीक्षितवत्यः परीक्षितवत्यः अस्तु अग्रिमं करोतु उच्च उञ्च क्रियापदं पोञ्चति अनुवादः वैट् तव तु पोञ्चितवान् तर्हि उञ्च् दे यु रिमेम्बर् यु सी देट् इट् हेस् बिकम् प्रो प्रोञ्च उञ्च् हेस् बिकम् प्रोञ्चति एण्ड् देन् इट् हेस् बिकम् प्रोञ्चितवान् सो दिस् लैक् इवन् इवन् इन् ईक्ष् इट् बिकम् इट् बिकेम् परीक्षते ओके सो देर् यु आर् एडिङ्ग् द ऐ आर् एडिङ्ग् द उपसर्गः ओके जस्ट् टु हैलैट् देट् दट् सो अस्तु महोदय, अस्तु महोदय, स्त्रीलिङ्गे स्त्रीलिङ्गे बहुवचने किं भवति तव तु प्रत्ययः? पोञ्चितवत्यः. उत्तमं, धन्यवादः. कविता भगिनि पठतु. अभ्युहति to conjecture, to infer, to guess, to reason, to imagine, to hypothesize. Abhyuhitavan. Abhyuhitavan. Abhyuhitavan. Astu tari tat lingam, lingam kim? Abhyuhitavan iti shabdasya lingam, lingam kim? Pumlinga shabda. Pumlinga shabda. Api cha tatra pumlinge bahuvachane kim bhavati? पुल्लिङ्गे बहुवचने अभ्युहितवन्तः. उत्तमं, स्त्रीलिङ्गे बहुवचने अभ्युहितवत्यः. उत्तमम्, उत्तमम्. अग्रिमं करोतु. निष्कासयति, डिस्कार्ड्, निष्कासितवान्. तत्र स्त्रीलिङ्गे, स्त्रीलिङ्गे बहुवचने वदतु. निष्कासितवत्यः. उत्तमम्, उत्तमं. विजयमहोदय करोतु अग्रिमं. कासः, कासः नास्ति, कास् कास् कास् कासन करोति, कासनं, कासनं करोति, कासनं करोति, कासते, कासितवान्. स्त्रीलिङ्गे एकवचने स्त्रीलिङ्गे कासितवती, कासितवती. पुंलिङ्गे बहुवचने कासितवन्तः. उत्तमं, स्त्रीलिङ्गे बहुवचने कासितवत्यः. उत्तमम्, अग्रिमं करोतु. अग्रिमं कृद तत्र तत्र कूर्द् तत्र टङ्कनस्य दोषः अस्ति. कूर्दनं करोति, कूर्दते, टु लीप्, टु जम्प्, कूर्दितवान्. बहुवचने पुंलिङ्गे कूर्दितवन्तः. उत्तमं, स्त्रीलिङ्गे बहुवचने कूर्दितवत्यः. उत्तमं, तत्र कूर्द एव अस्ति, क्षम्यतां, कूर्द एव अस्ति, यतोहि तत्र नियमेन कूर्द् भवति. अस्तु, देट् इस् कूर्द् ओन्लि, ओके, बिकास् बै सम् पाणिनि रूल् इट् बिकम्स् कूर्द् आफ्टर्वर्ड्स्. अस्तु, धन्यवादाः महोदय. विशालाक्षी भगिनी पठतु. कूज, कूजति, दट् इस् टु सिङ्ग्, टु मेक् एन् इन्डिस्टिङ्क्ट् साउण्ड् एण्ड् टु स्पीक् इन् आर्टिक्युलेट्लि, टु कू, कूजितवान्. लिङ्गं किं कूजितवान् इति शब्दस्य? पुल्लिङ्ग. अपि च बहुवचने वचनं किं कूजितवान्? तत्र वचनं किम्? एकवचनम्, एकवचनं. पुंलिङ्गे बहुवचने वदतु, कूजितवान् किं भवति? कूजितवन्तः. वन्तः, उत्तमम्. अपि च स्त्रीलिङ्गे एकवचने, स्त्रीलिङ्गे एकवचने कूजितवती. स्त्रीलिङ्गे बहुवचने yes correct if it is wrong I'll कूजितवत्यः yeah कूजितवत्यः शिशलाक्षी भगिनी अवगतवती. एकनिमिषम् अस्तु धन्यवादाः भगिनी. गीता भगिनी धन्यवादः. येस् मेम् खञ्ज खञ्ज नैव खञ्ज नैव नैव टुप्लाव् करोतु. ओके ऐ लीव् द फस्ट् वन् या फस्ट् वन् शेव् डन् या शेव् डन् कृष कृष कर्षति कर्षति कर्षति कर्षति टु फार्म् टु प्लौ और् टु कल्टिवेट् कृष्टवान् कृष्टवान् अत्र पश्यतु अत्र अपवादः अस्ति अपवादः अस्ति. दिस् इस् एन् एक्सेप्शन् अकार्डिङ्ग् टु द रूल् इट् शुड् हव् बिकम् कृष् योगः ई योगः तवान् बट् इट् हेस् नाट् बिकम् देट् वे वै बिकास् दिस् इस् एन् एक्सेप्शन् ओके दीस् देर् आर् सम् एक्सेप्शन् सो कृष्टवान् कृष्टवान् तत्र लिङ्गं किं भगिनि पुल्लिङ्गम् उत्तमम् अपि च वचनं किम् एकवचनम् पुंलिङ्गे बहुवचने वदतु कृष्टवान् किं भविष्यति पुंलिङ्गे बहुवचने उत्तमं कृष्टवन्तः अपि च स्त्रीलिङ्गे एकवचने कृष्टवती वन् नास्ति कृष्टवती कृष्टवती अपि च स्त्रीलिङ्गे बहुवचने कृष्टवन्तयः वन्न न वत्यः कृष्टवत्यः नद्यः यथा कृष्टवत्यः उत्तमम् अग्रिमं करोतु क्रीड क्रीडति टु अम्यूस् oneself, to enjoy, to play, to gamble, to make a noise. Kreeditavan. Kreeditavan. Tavatura, so it has to become Kreeditavan. Sri Linge Bahuvachane Vadatu? Kreeditavatayaha. Vatyaha. Kreeditavatyaha. वत्यः पुंलिङ्गे बहुवचने वदतु पुंलिङ्गे बहुवचने वदतु क्रीडितवन्तः उत्तमम् अग्रिमं करोतु कथ क्वट् क्वट् क्व क्व क्व क्वट् देर् इस् अ वर्ब् देर् सो क्वट् क्वट् क्वट् सति टु बोयिल् टु कुक् और् टु डीकाक्ट् क्वथिवान् क्वथिवान् क्वथितवान् तवान् शुभ्यते क्वथितवान् क्वथितवान् त्रिलिङ्गे एकवचने वदतु क्वथितवती पुंलिङ्गे बहुवचने वदतु क्रथितवन्तः क्वथितवन्तः धन्यवादः भगिनि. राजु महोदय अग्रिमं करोतु Khanjati, to be unable to walk, to have disability, to limp. Khanjitavan. स्त्रीलिङ्गे एकवचने वदतु. खञ्जितवती. उत्तमम्. अग्रिमं करोतु. खन् खनति. टु डिड्. खातवान्. अत्रापि किम् अपवादः अस्ति, खातवान्. अस्तु महोदय, नपुंसकलिङ्गे वदतु एकवचने. खातवत्. बहुवचने नपुंसकलिङ्गे. खातवन्त. खातवन्ति. खातवन्ति. खातवन्ति. ह्रस्व महोदय. अस्तु, स्त्रीलिङ्गे वदतु एकवचने. खातवती. खातवत्यः. उत्तमम्. अग्रिमं करोतु. खाद. खादति. टु ईट्. टु कन्स्यूम्. खादितवान्. खादितवती. खादितवत्. खादितवन्त. खादितवन्तः इति पुंलिङ्गे बहुवचने. खादितवन्तः. खादितवत्यः. खादितवन्त्यः. खादितवत्यः. नपुंसके अपि करोतु. Can you say that again, please? नपुंसकलिङ्गे अपि करोतु. Do it in neutral gender. खादितवन्ति. खादितवन्ति. एकवचने. खादितवन्त. खादितवत्. लैक् जगत्. खादितवत्. खादितवान्. तवति. तवत्. अग्रिमं करोतु. गम. उद्गच्छति. टु राइज अप. टु ओवरफ्लो. उद्गतवान्. उद्गतवती. उद्गतवन्त. न उद्गतवन्त. उद्गतवत्. उद्गतवत्. उद्गतवत्. बहुवचने. बहुवचने. उद्गतवन्तः. उद्गतवत्यः. उद्गतवन्ति. उत्तमम्. सो वाट् वी हेव् टु रिमेम्बर् वी हेव् देर् आर् सम् उपसर्गास् प्रीफिक्सेस् प्रीफिक्सेस् विच् आर् एडेड् ओके सो मीनिङ्ग् चेञ्जेस् वेन् यु एड् अ प्रीफिक्स् मीनिङ्ग् चेञ्जेस् सो गार्बेज् बिकम् rise and overflow when it's joined with an upasarga prefix called ut. Okay, dhanyavadah mahode. Tatra kavita bhavati. Dhanyavadah. Aam bhagini. Garjati. To roar. To growl. To thunder. Garjitavan. Garjitavan. Garjitavati. गर्जितवन्तः. गर्जितवत्यः. गर्जितवन्ति. उत्तमम्. अग्रिमं करोतु. गायति. गै. गायति. टु सिङ्ग्. गीतवान्. गीतवान्. गीतवती. गीतवत्. गीतवन्तः. गीतवत्यः. गीतवन्ति. उत्तमं. धन्यवादः भगिनि. अग्रिमः. धन्यवादः. विजय महोदय. खज्जति. नैव नैव. घ्रा. घ्रा. जिग्रति टु स्मेल् घ्रातवान् घ्राणवान् घ्रातवान् घ्रातवती घ्रातवक्त घ्रातवत् घ्रातवत् घ्रातवन्तः घ्रातवत्यः घ्रातवन्ति उत्तमम् अग्रिमं करोतु चरति टु गो टु वाक् टु ईट् टु ग्रेस् चरितवान् चरितवान् चरितवन्ती चरितवती वन्ती नास्ति चरितवन् चरितवन्ती इस् रैट् नो चरितवन्ती चरितवती चरितवती चरितवत् चरितवन्तः चरितवत्यः चरितवन्ती उत्तमम् अग्रिममपि करोतु चलति टु वाक् टु मूव् चलितवान् चलितवान् चलितवती चलितवक्त चलितवन्तः चलितवत् चलितवत् सोरि चलितवत् चलितवन्तः चलितवक्त्यः चलितवन्ती उत्तमम् अग्रिममपि करोतु चालयति द डिफ्रेन्स् बिट्वीन् चलति वन् मिनिट् द डिफ्रेन्स् बिट्वीन् चलति एण्ड् चालयति इस् दट् चलति इस् वेन् यु आर् डूयिङ्ग् द एक्षन् चालयति इस् वेन् इट् कासेस् वेन् यु मेक् समन् एल्स् डु ओके सो सः चालयति मीन्स् ही मेक् समन् एल्स् वाक् ओके चालयति टु ड्रैव् चालितवान् चालितवान् चालितवती चालितवक् चालितवन्त चालितवत्य चालितवन्ती तत्र विसर्गः तु श्रोतव्यं वी शुड् बि एबल् टु हियर् दट् चालितवन्तः चालितवत्यः अस्तु धन्यवादः महोदय विशालाक्षी भगिनी एकनिमिष अहं किञ्चित् चुम्ब चुम्ब चुम्बति टु किस् चुम्बितवान् चुम्बितवती चुम्बितवत् चुम्बितवन्तः चुम्बितवत्यः चुम्बितवन्ती जृम्बनं करोति जृम्बनं करोति टु यान् आर् टु गेप् जृम्बितवान् जृम्बितवती जृम्बित जृम्बितवत् जृम्बितवन्तः जृम्बितवत्यः एण्ड् जृम्बितवन्ती अस्तु उत्तमम् अग्रे अवशिष्टं यत् अस्ति इदानीं श्रूयते किम् अवशिष्टं यत् अस्ति वट् एवर् इस् रिमेनिङ्ग् देट् प्लीस् डु एट् होम् प्लीस् डु एट् होम् ऐ अण्ड् ऐ हेव् अण्डर्स्टुड् देट् एव्रिबडि हेस् अण्डर्स्टुड् सो ऐ थिङ्क् वि केन् गो अहेड् अस्तु अत्रैव I don't know how to come back to this size. Mm. क्षम्यताम्. अस्तु एकनिमिषः. नीता भगिनी, नीता भगिनी अत्र श्लोकं श्लोकमेव वदति. श्लोकः इदानीं दृश्यते किं सुभाषितम्? Yes, ma'am. Subhashitam proverb. Lalayet panch varshani. Lalayet panch varshani dash varshani tadayet prapte tu shodashe varshe putram mitra vadha charit. मित्रवदाचरेत् चाणक्यनिधिः. सो ऐ रीड् इट् वन्स् मोर्. मित्रवत् आचरेत्. अस्तु आङ्ग्लभाषायां पठतु. पेम्पर् अ चैल्ड् फार् द फस्ट् फैव् इयर्स्, डिसिप्लिन् हिम् फार् द नेक्स्ट् टेन्, अपान् अटेनिङ्ग् द एज् आफ् 16, ट्रीट् हिम् लैक् अ फ्रेण्ड्. सो लालयेत् पञ्चवर्षाणि, दशवर्षाणि ताडयेत्, प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवत् आचरेत्. अस्तु एकनिमिष. सर्वं कृतवन्तः इति मन्ये, कृतवन्तः, एतत् कृतवन्तः. अपि च अपि सर्वं कृतवन्तः इति मन्ये. अस्तु तर्हि किं कुर्मः, किञ्चित् सम्भाषणं कुर्मः. नीता भगिनी वदतु, भवती कथमस्ति? श्रूयते किम्? आगतः क्षेत्रः अपि वैशाखः आयतः. नै भगिनि, सम्भाषणं कुर्मः, सम्भाषणं कुर्मः, सम्भाषणं कुर्मः. विल् कथम् अस्ति? मैम् ऐ कान्ट् हियर् यू. हरि ओम्, मम ध्वनिः न श्रूयते किम्? या वी केन् हियर् यू बट् टैपिङ्ग् शेर् the screen is showing this, so she is reading that. We have to talk, Neeta Bhagini. We have to talk now. Sambhashanam kurma, sambhashanam kurma. We'll do a little conversation. Bhavati katham asti? Vadatu. भवती कथमस्ति? भवती कथमस्ति? अस्तु एक राजुमहोदय वदतु, भवान् कथमस्ति? अहम् अमेरिकादेशे अस्मि. कथम् इस् हौ, कथम् इस् हौ, kutra is where. Okay, so how are you? Bhavan katham asti? Aham sadhu asti, asmi. Sadhu asmi, aham sadhu asti. Sadhu abhi tatra tatra kleshna tu nasti. Api cha Raju mahoday vadatu, Bhavan yaha kim kritavan? किमपि वदतु, से एनिथिङ्ग्. भवान् ह्यः किं कृतवान्? ह्यः अहं ऑफिस वर्क कार्यालयस्य करोमि कृतवान् करोमि प्रेजेण्ट् कृतवान् अस्तु धन्यवादः नीता भगिनी इदानीं भवती वदतु भवती कथमस्ति How are you, right? I don't know. Aham samyak asmi. Aham samyak asmi. Aham samyak. Samyak asmi. Samyak asmi. Asmi. Samyak asmi. धन्यवादः कविता भगिनी आं भगिनि भवती वदतु भवती ह्यः किं कृतवती अहं ह्यः पठितवान् पठितवान् किमर्थं पठितवती सोरि पठितवती किं ह्यः भवान् किं कृतवान् भवान् ह्यः किं कृतवान् भवान् ह्यः अहं ह्यः पठितवान् विशालाक्षी भगिनी श्रूयते किं मम ध्वनिः I want little break because somebody has come. One minute, I'll come afterwards. Join afterwards. Danasthi, Chintanasthi. Samaya hatu akti, tadartham kinchit pathamaha. किमर्थं न जाने इदानीं श्रूयते किम् इदानीं श्रूयते किम् इदानीं श्रूयते किं श्रूयते एकनिमिषम् अस्तु दृश्यते किम् प्रस्तुतिः प्रस्तुतिः दृश्यते किम् केन् यु आल् सी द स्क्रीन् उत्तमं नीता भगिनी आरम्भं करोतु आङ्ग्लभाषायां मास्तु डोण्ट् वाण्ट् द इङ्ग्लिश् वर्जन् यु रीड् द संस्कृतं वर्जन् ओन्लि पठतु पूर्वं कस्मिंश्चित् ग्रामे हरिदत्तः नाम ब्राह्मणः आसीत्। सो अर्थं वदतु। I'll tell you, पूर्वं or earlier, in some village, there was a Brahmin by the name of Haridattah. अग्रिमं वाक्यं पठतु। सः कृषिकार्यः कार्यं करोति स्म। He used to work as a farmer or in the fields. Yes, उत्तमं, धन्यवादः भगिनी। राजु महोदय पठतु। परन्तु दुर्दैववशात् तस्य क्षेत्रे फलसमृद्धिः एव न भवति स्म। अर्थं वदतु। But due to bad misfortune in his field, there were no growth. Used to be no growth. Yes. Uttamam. Agrimam vakyam patat. Kadachit Haridattah kshetre paryam kurvan asit. Okay, over here there is a typo. Tatra tankanasya dosha hasti asit iti bhavan. Asit nasti asit. Asit. वदतु, अर्थं वदतु। I don't understand. कदाचित् हरिदत्तः क्षेत्रे कार्यं कुर्वन् आसीत्। सो यू हेव् नाट् लर्न्ड् द फार्म्, पर्हाप्स् देट् इस् वै कुर्वन् यु डोण्ट् नो। ही वास् डूयिङ्ग् वर्क्। कदाचित् मीन्स् सम् टैम् वन्स् हरिदत्तः, देट् इस् हरिदत्तः, क्षेत्रे इन् द फील्ड् कुर्वन् इस् द कण्टिन्यूस् टेन्स्। ओके, कृतवान् इस् पास्ट् टेन्स्, कुर्वन् आसीत् इस् द कण्टिन्यूस् टेन्स् विच् वी हेव् नाट् डन्। ओके, सो ही वास् डूयिङ्ग् इट् बिकम्स् वास् बिकास् आसीत् इस् देर्, देट् इस् वै वी कम् टु नो देट् इट् इस् द पास्ट् टेन्स्। कुर्वन् इस् द कण्टिन्यूस् टेन्स्, सो ही वास् डूयिङ्ग् वर्क्। अस्तु महोदय, धन्यवादः। धन्यवादः। सो देट् एव्रिबडि गेट्स् अ चान्स् टु रीड् बिफोर् वि लीव्। कविता भगिनी पठतु। तदा सः समीपे विद्यमानस्य वल्मीकस्य वल्मीकस्य उपरि स्थितम् एकं सर्पं दृष्टवान्। नियर् हिम् विदागम्य हा विद्यमानस्य ओवर् हियर् आल्सो इट् इस् द कण्टिन्यूस् टेन्स्, देट् मीन्स् देट् विच् वास् एक्सिस्टिङ्ग्, देट् विच् वास् देर्, देट् विच् वास् बीङ्ग्, इट् इस् अ कण्टिन्यूस् टेन्स्। शत्रुकृते अस्ति। वल्मीकस्य इस् एन् ऐण्ट् हिल्। ओके, आन् द टाप् आफ् द ऐण्ट् हिल् ही सा अ स्नेक्। अग्रिमं पठतु। हा, सः चिन्तितवान् एषः सर्पः मम क्षेत्रपालः स्यात्। ओके, ओवर्, क्षम्यतां, तत्र मम इस् अ टैपोग्राफिकल् एरर्, मम क्षेत्रपालः स्यात्। He could become my the guard for my field. धन्यवादः भगिनी। विजय महोदय पठतु। एतत् आजान अजानन् एतत् अजानन् एत एत एत एतावत् पर्यन्तम् एतावत् पर्यन्तम् एतस्य पूजां न कृतवान् अजाननम् अजानन् इस् विदौट् नोयिङ्ग् सो हि सेड् दिस् पर्स् हि सेड् दट् दिस् इस् मै गाड् हि कुड् बि मै गाड् हि मे बि मै गाड् ओके सो एतत् अजानन् नाट् नोयिङ्ग् दिस् अजानन् इस् द लङ्लकाररूपः आफ् ज्ञाधातुः सो इट् बिकम्स् पास्ट् टेन्स् एतत् अजानन् विदौट् नोयिङ्ग् दिस् नाट् नोयिङ्ग् दिस् एतावत् पर्यन्तं देट् मीन्स् अण्टिल् नौ एतस्य पूजां न कृतवान् ही इस् द मै गाड् ही इस् प्रोटेक्टिङ्ग् मी एण्ड् ऐ हेव् नाट् डन् हिस् पूजा ऐ हेव् नाट् प्रेड् टु हिम् अग्रिमं पठतु अतः एवम् अत एव दिस् इस् मम कृषिकार्यं निष्फलं भवति ही विल् नाट् गेट् अ फ्रूट् No, therefore, because I have not been praying to this snake, okay, therefore, who may be the god, therefore, my field is not giving fruits, because we have already told, no, phalavardhanam nasteti, nasit, Astu, dhanyavada, dhanyavada. Neeta bhagini pathatu. Yes, ma'am. Pitaha. I want to come back. पठतु भगिनि क्षम्यतां नीता भगिनि विशालाक्षी भगिनी विशालाक्षी भगिनी क्षम्यतां पठतु विशालाक्षी विशालाक्षी भगिनी डिड् यू कथां अवगतवती किं डिड् यू अण्डर्स्टाण्ड् नो नो ऐ हेव् नाट् ऐ ओन्लि अण्डर्स्टुड् द लास्ट् लैन् विच् ही टोल्ड् okay can somebody fill in and tell the story to Vishalakshi Bhagini quickly Hariyom ma'am I shall okay in English butter English yeah English And he saw, I'll state in short, he saw a snake and he thought he has not prayed and the snake would guard his fields. Yeah, so he decided. So there was a farmer who... the farmer didn't have any, he used to work but he never got any fruits, his fields did not prosper. So he one day while doing the work, that means doing farming, he saw an anthill. On the anthill he saw one snake. And he thought, oh, this snake is guarding my farm and I'm not doing his puja. So maybe that is why my work is suffering. And then, now, Patato. Now, 9. Bhagini. Ita Param Aha. राजुमहोदयस्य प्रश्नः अस्ति एकनिमिषः राजुमहोदय पृच्छतु धन्यवादः बिन्दु सप्त सप्ततमः बिन्दुः सप्ततमबिन्दु उत्तमपुरुषः प्रयोगः नास्ति नास्ति किमर्थम् अस्ति परन्तु नास्ति किमर्थम् कृतवान् तत्र पुरुषस्य अवलम्बनं नास्ति देर् देट् इस् द एड्वाण्टेज् आफ् यूसिङ्ग् दिस् तवतु ओके सो देर् पूजां न कृत इस् देट् इस् वाट् यु मीन् रैट् इफ् ऐ हेव् अण्डर्स्टुड् युर् क्वश्चन् करेक्ट्लि करोमि इस् नाट् ऐ डिड् नाट् डू हा ऐ डिड् नाट् डू बट् इट् इस् अण्डर्स्टुड् बिकास् ही से इस् टाकिङ्ग् अबौट् हिस् फील्ड् ओके सो एतत् अजानन् एतावत् पर्यन्तम् एतस्य पूजां न कृतवान् अहं न कृतवान् किमर्थं बिकास् देर् इस् नोबडी एल्स् इन् द फील्ड् ओवर् देर् सो युर् क्वश्चन् इस् वेरि वेलिड् देर् इस् नोबडी एल्स् इन् द फील्ड् ओवर् देर् ही इस् ओन्लि देर् एण्ड् दे हेव् टोल्ड् अर्लियर् चिन्तितवान् ही थाट् टु हिम्सेल्फ् ओके सो इन् संस्कृतं यु विल् फैण्ड् मेनि नाट् एक्स्प्लिसिट्लि मेन्शन्ड् वर्ड्स् and they are called adhyaharah, at least in singular. It is called adhyaharah, okay? Adhyaharah. Yeah. So those, it because many things are left to interpretation. That is why there are lot of controversies, because you can interpret it any way. It's a valid question. Your question is valid. Astu, Vishalakshi Bhagini. Dhanyavada Bhagini. Yeah. Swagatam. Itaha param aham etam pujayishyami. Pujayishyami. Samyatam. Samayam tu atitaha. Samayah tu atitah, but if everybody is okay with it, 10 minutes we will do. We'll try to see if we can read this story. Okay. It's okay, ma'am. So, itah param aham. First, I will etam pujayishyami. Now, iti now. I'll pray to the snake. Correct? From now on. Ita param means from now on. From now on, I will pray. Iti doesn't mean now, okay? Iti means he said that, so he thought that. Uh-huh. Iti. Achha, iti is usually used at the end. Agrimam pathatu. Evam chintayitva haridattaha kutaschit kinchit क्षीरम् आनीयः पात्रे स्थापयित्वा वल्मीकस्य समीपम् आगत्य उक्तवान्. Thinking like this, he कुतश्चित् किञ्चित् little from somewhere. What is kutaschit? From somewhere. From somewhere, little. He brought little milk. Kshiram is milk. Aniha. He brought milk. Patre stapayitva. He put it in one vessel. Valmikasya samipam. Near that, what is it called? Anthil. Samipam agatya uktavan. He came near the anthill and he said. Astu. Dhanyavadaha bhagini. Anita bhagini pathatu. Agrimu. Dhanyavadaha. Anita bhagini. Bhoho. Bhoho. Kshetrapal. Bhavan. क्षेत्रपाल भवान् अत्रैव अस्ति इति अहम् एतावत् पर्यन्तं न ज्ञातवान्. So he has given him a name, okay? He has given him a name, क्षेत्रपाल, and he is calling out to him, हे क्षेत्रपाल, I did not know. Aham na jnatavan. Kim na jnat? Etavat paryantam. Until now, aham na jnatavan. I did not know that you are here only. Atraiva asti iti aham na jnatavan. Agrimam vakyam patatu. Atah pujam na kratvan. That is why kritavan. I did not do the puja. Agrimam. Shamyatam iti. Please excuse me. धन्यवादः राजु महोदय. अनन्तरं पात्रं तत्रैव स्थापयित्वा गृहम् आगतवान्. After putting that pan there, he went home. He went home. So anantaram is afterwards. Afterwards. Astu. Agrimam patatu. Screen is not visible. Kimartham. दृश्यते न दृश्यते किम् न दृश्यते किम् अभवत् न जाने इट् शोड् यू लेफ्ट् द मीटिङ्ग् इस् इट् या इट् शोड् लैक् देट् एकः निमिषः dinabindu@srinit.com that's what it's showing now इदानीं दृश्यते किम् दृश्यामि हरिः ओम् यस् या दृश्यते बट् समथिङ्ग् एल्स् इस् शोयिङ्ग् द स्टोरि द स्टोरि एक एकः निमिषः करिष्यामि हा पञ्चदशतमं वाक्यं पठतु महोदय इदानीं दृश्यते किल आम् सः तं दीनारं नैव नैव पञ्च पञ्चदशतम अनन्तरदिने तत्र यदा गतं तदा पात्रे एकः दीनारम् आसीत् दीनारः दीनारः afterwards in that pan he found found a dollar a gold coin Dina? A gold coin a gold coin sah tam dinaram svikrutavan he accepted that coin agrimam patatu tata ततः आरभ्य एकमेव आरभ्य सः म नास्ति बहु महोदय म नास्ति आरभ्य आरभ्य सः एकमेव प्रतिदिनं क्षीरं समर्पितवान् एकं दीनारं प्रतिदिनं प्राप्तवान् च So, there began him every day. Okay, there began, giving. Not tataha arabhya means from that day onwards, from then onwards, like that. From then starting on. From then, starting from then on. He put every day milk he offered every day milk samarpitavan and every day he received one coin also agrimam patatu ekameva महोदय तत्र एवमेव एवमेव लैक् दिस् एवमेव एवम् एव कानिचन दिनानि अतीतानि कानिचन एवमेव कानिचन दिनानि अतीतानि like this only like some this. Days kanchana kanichana means some days means some days past like this only the days past every day the same thing happened atitani means they passed kanichana dinani atitani now when I spoke to you I said bahuni dinani vyatitani which or atitani which means lot of days are passed since we had the last class. That is what I meant. Astu. Mahoday, dhanyavada. Dhanyavada. Kavita Bhagini? Kavita Bhagini? Agrimam Vakyam Patat. Oh, there are quite a bit. Anyway. Ma'am, next time can we do that? Yeah, I think we'll do next time. We'll continue. Yeah, we'll continue next time. I think that is fair because there are quite a few sentences. Quite a few sentences. Astu. Shanti Mantram. Shall I tell? Yeah. Tell. Vadatu Bhagini. Vadatu. Yeah. Swasti. One second. स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीषाः गोभूचरेभ्यः शुभमस्तु नित्यम् लोकाः समस्ता सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः हरिः ॐ कृष्णार्पणमस्तु अनेके धन्यवादः धन्यवादः पुनर्मिलामः धन्यवादः धन्यवादः अनेके